गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् 348 इत्यत्र विशेषलक्षणम् इति आरभ्य पठनीयम् विशेषः इति सप्तपदार्थेषु अन्यतमः अस्ति यः पदार्थः केवलं नित्यद्रव्येषु वर्तते तस्य कार्यं किम् इति चेत् व्यावर्तनम् पार्थिवपरमाणवः बहवः सन्ति इति वयं जानीमः अनेकाः सन्ति तर्हि प्रत्येकं पार्थिवपरमाणुः अपि च अन्यः पार्थिवपरमाणुः अनयोः मध्ये भेदः कथं सिद्ध्यति इति चेत् विशेषः इति गुणात् सिद्ध्यति इति पदार्थात् सिद्ध्यति तस्मिन् विषये अस्तु मेहुल् महोदय आरम्भं करोतु आम् महोदय विशेषलक्षणं नित्यद्रव्यवृत्तयो व्यावर्तकाः विशेषाः विशेषं लक्षयति नित्यद्रव्यवृत्ति कर्तकगृहवाक्ये नित्यद्रव्यवृत्तयः व्यावर्तकाः विशेषाः आम् हा तर्हि अत्र विशेषः इत्यस्य लक्षणमस्ति नित्यद्रव्यवृत्तयो इत्युक्ते नित्यद्रव्येषु वर्तते विशेषाः अपि च व्यावर्तक इति अपि विशेषणमस्ति विशेषाः इत्यस्य व्यावर्तक इत्यस्य तर्हि व्यावर्तक इत्युक्ते आङ्ग्लभाषायां किं वदेम डिस्टिङ्क्टिव् इति अस्ति खलु डिस्टिङ्ग्विशर् हा डिस्टिङ्ग्विश् डिस्टिङ्ग्विशर् इति व्यावर्तयति इति व्यावर्तकः किञ्चित् भेद पृथक् करोति इति सत्यं विशिष्टं कथं भवति इति एव नित्यद्रव्यवृत्तयः इति विशेषं लक्ष्यते अस्तु अस्यापि परमाणुवृत्तित्वम् आकाशादिवृत्तित्वं च पूर्वभावे विस्तरेण उपपादितम् अस्तु यावन्तः परमाणवः इतराणि च नित्यद्रव्याणि तावन्तः सन्ति विशेषाः ते प्रत्येकं स्वस्वाश्रये इतरभेदं ज्ञापयन्ति अयं परमाणुः तत्परमाणुभिन्नः विशेषात् इत्येव सर्वत्र अनुमानप्रकारः अवगन्तव्यः एवंविध अनुमितिजनकः एव व्यावर्तक इत्युच्यते यथा गन्धः पृथिव्याम् इतरभेदं साधयति अतः सः व्यावर्तकः भवति अस्तु तर्हि अत्र नित्यद्रव्येषु वर्तते अपि च पृथक् करोति इत्येव व्यावर्तकाः इत्यस्य अर्थः तर्हि विशेषाः तदेव व्यावर्तकाः अस्ति अपि च ते नित्यद्रव्येषु वर्तते तर्हि तस्य विशेषस्य एव अत्र पूर्वभागे विस्तरेण उपपादितं वयम् अत्र वयं ज्ञातवन्तः परमाणुवृत्तित्वम् इति परमाणुषु विशेषः वर्तते अपि च आकाशादि इत्युक्ते नित्यद्रव्येषु ते विशेषः वर्तते तर्हि अस्तु अत्र पुनस्मारणार्थं नित्यद्रव्याणि कानि इति एकवारं गणनं करोतु अस्तु अत्र नवद्रव्याणि यानि वयं पठितानि तत्र आकाशः कालः दिक् मन आत्मा इति नित्यद्रव्याणि इति एव नित्यद्रव्याणि वा आकाशकाल दिक् आत्मा मन तत्र तेजः इति अपि तेजः वायुः परमाणवः महोदय पार्थिवपरमाणवः जलीयपरमाणवः तैजसीयपरमाणवः वायवीयपरमाणवः इति आहत्य नवद्रव्याणि अपि नित्यानि किन्तु तत्र आकाशादयः एकः इति कृत्वा तत्र परमाणवः न सन्ति इत्यतः साक्षात् तस्य नित्यत्वम् उक्तम् किन्तु नवद्रव्येषु नवद्रव्याणि अपि नित्यानि एव परमाणुरूपेण यदा कार्यरूपं भवति तत्तु अनित्यं भवति. परमाणोः मध्ये यदा संयोगः जायते तदा जणुकम् इति कार्यम् उत्पद्यते. जणुकं तु अनित्यं, तृणुकम् अनित्यं, घटपर्यन्तम् अनित्यमेव. किन्तु नित्यपरमाणवः परमाणवः तु नित्याः एव इति कृत्वा नवद्रव्याणि अपि नित्यानि एव, कारणद्रव्याणि नित्यानि इति वक्तव्यम्. अस्तु अग्रे. यावन्तः परमाणवः इतराणि च नित्यद्रव्याणि तावन्तः सन्ति विशेषाः. अस्तु, तर्हि विशेषाः नित्यद्रव्येषु वर्तते, अतः परमाणवः अपि च नित्यद्रव्याणि इत्युक्ते आकाशकालदिक् आत्मामन इति, यावत् ते सन्ति तावत् विशेषाः अपि सन्ति. तर्हि विशेषाः नित्याः इति एव खलु, इति एव ते प्रत्येकं स्वश्वासे इतरभेदं ज्ञापयन्ति. तर्हि विशेषेण एव वयं स्व अपि च अन्यस्य मध्ये भेदः कः इति ज्ञातुं शक्नुमः. अतः विशेषाः इतरभेदं ज्ञापयन्ति. स्वस्य अपि च स्व आश्रय इत्युक्ते यत्र तेषां यः आश्रयः अस्ति तयोः मध्ये भेदः विशेषाः ज्ञापयन्ति. न न, स्वस्य स्व आश्रयस्य इति नास्ति. स्वस्व आश्रये प्रत्येकं स्वस्व आश्रये इत्युक्ते एकः विशेषः कस्मिंश्चित् परमाणौ वर्तते, अन्यः विशेषः अन्यस्मिन् परमाणौ वर्तते. तर्हि एषः परमाणुः अन्यस्मात् परमाणोः भिद्यते इति कथं वक्तुं शक्यते? विशेषेण, तत्र विशेषः व्यावर्तकं भवति, व्यावर्तकः भवति, ज्ञापकः भवति. तदेव अत्र अयं परमाणुः तत् परमाणु भिन्नः विशेषात्, विशेषेण एव अयं परमाणुः तत् परमाणु भिन्नः भवति इति एव सर्वत्र अनुमानप्रकार अवगन्तव्यः. तर्हि तदपि अनुमानः एव अस्ति, अनुमानेनैव वयम् अवगन्तुम् अनुमानेनैव अनुमानं किम्? एकः एकः विशेषः अन्यत् विशेषात् भिद्यते इति न, परमाणुः भिन्नः वा इति वा? हा, एकः परमाणुः अन्यस्मात् परमाणोः भिन्नः भिद्यते विशेषात् एव अनुमानः. अस्तु, हा, एवंविध तत्र व्याप्तिवाक्यं कथं भवति इति ऊहां करोति वा? हरि ओम्. हा, यत्र यत्र विशेषत्वं तत्र तत्र भिन्नत्वम् इति भवति वा? यत्र यत्र विशेषः विशेषत्वम् इति नास्ति, तत्र यत्र तत्र तत्र भिन्न भिन्नत्वम् इतरभेदः इतरभेदः. यत्र यत्र विशेषः तत्र तत्र इतरभेदः. यथा यथा परमाणवः इति भिन्नः, यथा कथं वक्तुं शक्नुमः परमाणवः न यथा परमाणवः इति नास्ति. परमाणवः परस्परं भिद्यन्ते इति एव साध्यमस्ति खलु? इत्येव साध्यं, हा. अस्तु, यथा पार्थिवपरमाणवः इति अस्ति इति भवति न इतरभेदः कुत्र अस्ति? उदाहरणं कथं अत्र कीदृश अनुमानं भवति? एतादृश उदाहरणं पूर्वम् अस्माभिः दृष्टम्. इति पृथिवी इतरभेदवती गन्धवत्वात् यन्नैवं तन्नैवं यथा जलम्. पृथिवी इतरभेदवती गन्धवत्वात् यन्नैवं तन्नैवं यथा जलम् इत्यत्र अत्र यद् उदाहरणमस्ति सः एव पक्षः अस्ति इति कृत्वा तत्र अन्यः उदाहरणम् अन्यद् उदाहरणं न वक्तुं शक्यते इति कृत्वा व्यतिरेक उदाहरणं दत्तम्. एवम् अत्र परमाणुः अयं परमाणुः तत्परमाणुभिन्नः विशेषात् यत्र यत्र विशेषः तत्र तत्र इतरभेदः. यथा अत्र व्यतिरेक उदाहरणमेव वक्तव्यम् इति नास्ति, केवलं परमाणुः इति उक्तं खलु. आम् आम् आम् सत्यम्. यथा आकाश यथा आकाशः एव अहं चिन्तयामि आकाशः इति भवति यथा परन्तु यथा आकाशः नित्यद्रव्यः इति वक्तुं शक्यते खलु, तत्रापि विशेषः अस्ति. न नित्यद्रव्यम् इति वदामश्चेत् उदाहरणे पक्षः अन्तर्भूतः भवति खलु. सामान्यतया पक्षः भिन्नः भवेत् उदाहरणात् यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् इति उक्त्वा तदनन्तरं पर्वते वह्निमा पर्वतः वह्निमान् पर्वते वह्निः तत्र पर्वतः इति पक्षः महानसात् भिद्यते तदेव अस्माभिः अधीतं तत्र केवलान्वयी अनुमानं केवलव्यतिरेके अनुमानम् इत्यादिकं केवलव्यतिरेके अनुमानम् इत्यत्रैव एतत् पठितं. किमर्थम् इति चेत् पृथिवी गन्धवती पृथिवी इतरभेदवती गन्धवत्वात् यन्नैवं तन्नैवं. किमर्थमिति चेत् पृथिवी गन्धवती इतर पृथिवी इतरभेदवती गन्धवत्वात् गन्धवत्वम् इति धर्मः पृथिवीं विहाय अन्यत्र यत्र कुत्रापि न दृश्यते, तर्हि तत्र अन्वय उदाहरणं न वक्तुं शक्यते. यत्र यत्र गन्धवत्वं तत्र तत्र पृथिवीत्वं यथा इति उदाहरणं न दातुं शक्यते, पक्षम् अतिरिच्य उदाहरणं न दातुं शक्यते इति कृत्वा यन्नैवं तन्नैवं यथा जलम् इति व्यतिरेक उदाहरणं दत्तम्. अस्तु किञ्चित् चिन्तयेम. अत्र आकाशः आकाशात् कालः भिद्यते, आकाशः कालात् भिद्यते इत्यत्र कथं भेदः साधयितुं शक्यते? मेहुल् महोदय वदतु. तत्र द्वयमपि नित्यद्रव्यम् अपि च एकमेव तर्हि तर्हि कथम् अपि च द्रव्यमेव विभुः अपि तर्हि कथं गुण आधारेण वा अत्र शब्दसमवायिकारणम् आकाशः परन्तु कालः इति तु काले कालः इत्यस्मिन् संख्या एव गुणः खलु तर्हि तेनैव भिद्यते. अत्र शब्दः इति गुणः केवलम् आकाशे वर्तते खलु. तर्हि अनुमानम् एवं कर्तुं शक्यते आकाशः कालात् भिन्नः कालभिन्नः शब्दवत्वात् शब्दवत्वात् इति उक्त्वा तदनन्तरं तत्र यन्नैवं तन्नैवं यथा जलम् इति वक्तव्यं. किमर्थमिति चेत् शब्दः केवलम् आकाशे वर्तते, तत्र व्याप्तिग्रहणार्थम् अन्यत् किमपि उदाहरणं नास्ति इत्यतः व्यतिरेक उदाहरणमेव वक्तव्यं यन्नैवं तत् यन्नैवं यन्नैवं तन्नैवं यथा जलम् इति. तद् अत्रापि वक्तुं शक्यते खलु न किन्तु तत्र विशेषः इति गुणः स्वीकृत्य आकाशस्य कालात् व्यावर्तनं न कृतम्, गुणः अस्ति खलु, शब्दः अस्ति, तर्हि किमर्थम् आकाशे विशेषः इति पदार्थः अङ्गीकर्तव्यः? आकाशे विशेषः इति पदार्थः अस्ति इति तस्य प्रयोजनं किम्? यदि आकाशे विशेषः इति गुणः इति पदार्थः नास्ति इति स्वीकुर्मः तथापि आकाशस्य व्यावर्तनत्वं व्यावर्तनं कर्तुं शक्यते, कर्तुं शक्यते शब्दवत्वात्, शब्दगुणकम् आकाशम् इत्यत्र शब्दगुणकम् इति विशेषणम् आकाशस्य एव भवति, तर्हि शब्दगुणकम् इति एव व्यावर्तनं करोति अन्येभ्यः सर्वेभ्यः द्रव्येभ्यः, शब्दस्तु केवलम् आकाशे एव वर्तते. कालः इति स्वीकुर्मश्चेत् सर्वस्य सर्वद्रव्य अधिकरणत्वं काले एव वर्तते, सर्वे सर्वेषाम् अष्टद्रव्याणाम् अधिकरणं कालः इति कृत्वा तादृशधर्मः काले वर्तते, तेन व्यावर्तयितुं शक्यते. भवतु अत्र केवलम् उच्चैः चिन्तयन्नस्मि. अस्तु तर्हि अयं परमाणुः तत्परमाणुभिन्नः विशेषात् इत्येवं सर्वत्र अनुमानप्रकारः अवगन्तव्यः. यत्र यत्र विशेषत्वं, यत्र यत्र विशेषः, तत्र तत्र इतरभेदः, यथा आकाशः इति प्रायः वक्तुं शक्यते, आकाशे अपि विशेषः अस्ति इति कृत्वा विशेषः. अत्र उदाहरणं कथं भवेत्? यस्मिन् हेतुः गृहीतव्यः अपि च साध्यमपि गृहीतव्यम्. अत्र हेतुः कः विशेषः, साध्यं किम्, इतरभेदः, उभयमपि आकाशे वर्तते खलु, आकाशे अथवा काले, दिक्, आत्मनि, सत्यं सत्यं. तर्हि आकाशः इति वदामश्चेत् पर्याप्तं, पर्याप्तं. तर्हि अत्र अत्र अन्वय उदाहरणं वक्तुं शक्यते. अस्तु अग्रे. एवंविध अनुमितिजनकः एव व्यावर्तकः इत्युच्यते. अस्तु तर्हि अनुमानेन अनुमितिः जायते, अतः अनुमितिजनकः इति अत्र विशेषः, तदेव व्यावर्तकः इत्युच्यते. यथा गन्धः पृथिव्याम् इतरभेदं साधयति, तथा एव अत्र विशेषः इति अपि व्यावर्तकः भवति, यतोहि सः तेन अपि परमाणुभिन्नत्वं साधयितुं शक्नुमः. तर्हि व्यावर्तकः नाम किम् इति चेत् अनुमितिजनकः व्यावर्तकः इति व्यावर्तकस्य लक्षणम्. अस्तु अग्रे. हा तथा च विशेषलक्षणं यदि व्यावर्तकत्वम् इति एव स्यात् तदा गन्धे अतिव्याप्तिः, अतः नित्यद्रव्यवृत्तित्वरूपं विशेषणं दातव्यं. सत्यं. तदर्थस्तु नित्येतर अवृत्तित्वे सति नित्यवृत्तित्वम्. अस्तु तथा च गन्धे यद्यपि व्यावर्तकत्वं परमाणुरूपनित्यद्रव्यवृत्तित्वं च वर्तते, तथापि नित्येतर अवृत्तित्वे सति नित्यवृत्तित्वं नास्ति इति नातिव्याप्तिः. गन्धस्य अनित्यघटादौ अपि वृत्तित्वात्. अस्तु तर्हि अत्र विशेषस्य लक्षणं यदि पश्यामः चेत् अत्र दलद्वयमस्ति, नित्यद्रव्यवृत्तिः अपि च व्यावर्तकः इति. तर्हि द्वयमपि दलम् आवश्यकं, यतोहि अति यदा केवलं व्यावर्तकत्वम् इति एव लक्षणवाक्ये अस्ति, एक एव दलम् अस्ति चेत् गन्धे अतिव्याप्तिः भवति, यतोहि गन्धः इति अपि गन्धे अपि व्यावर्तकत्वम् अस्ति, अतः तत्र अतिव्याप्तिः भवति. अतः एव विशेषलक्षणवाक्ये नित्यद्रव्यवृत्तित्वरूपम् इति अपि विशेषणं तत्र योजनीयं योजितम्. अतः एव नित्य इतर अथवा नित्येतर अवृत्तित्वे सति नित्यवृत्तित्वम् इत्युक्ते तस्य अर्थः अस्ति अग्रे अग्रिमे वाक्ये गन्धे यद्यपि व्यावर्तकत्वम् अस्ति अपि च अत्र भवता किञ्चित् न अवगतं तदर्थस्तु नित्य इतरवृत्तित्वे सति नित्यवृत्तित्वं तर्हि आहत्य दलद्वयमस्ति वा दलत्रयमस्ति वा दलत्रयं दलत्रयमस्ति परन्तु अत्र तर्हि नित्य इतर इत्युक्ते अनित्य द्रव्येषु अपि विशेषः वर्तते तदस्तथापि तदस्ति चेदपि नित्यवृत्तित्वम् इति अपि अस्ति तर्हि दलत्रयं भवति नित्यते नित्येतरवृत् अवृत्तित्वं नित्यवृत्तित्वम् अपि च व्यावर्तकत्वम् इति अस्तु तर्हि तत्र लक्षणवाक्यं वदतु सति सत्यमीं प्रयुज्य वदतु नित्येतर अवृत्तित्वे सति नित्यवृत्तित्वे सति व्यावर्तकत्वम् इति विशेषः उत्तमम् तर्हि इदानीं दलसार्थकं करोतु यदि एकमेव दलं त्यजामः चेत् प्रत्येकं दलं त्यक्त्वा कुत्र अतिव्याप्तिः भवति अथवा अव्याप्तिः भवति इति वदतु नित्यवृत्तित्वं अपि च व्यावर्तकत्वम् इति एव दलमस्ति अत्र नित्येतर अवृत्तित्वम् इति दलं त्यजामः चेत् नित्य अनित्यद्रव्येषु अपि विशेषः अस्ति अनित्यद्रव्येषु अपि विशेषः अस्ति तस्य कोऽपि उदाहरणं तर्हि अस्तु पृथिवी परमाणवः इति ते अनित्य तेषाम् अनित्यद्रव्येषु अपि वृत्तित्वम् अस्ति न परन्तु तत् दलं नास्ति खलु अतः नित्यवृत्तित्वम् अपि च व्यावर्तकत्वं तर्हि तत् केवलं दलद्वयं कुर्मः अस्ति चेत् अत्र गन्धे अतिव्याप्तिः भवति यतोहि गन्धे व्यावर्तकत्वम् अस्ति अतः नित्येतर आवृत्तित्वम् इति अपि आवश्यकम् पुनः वदतु महोदय नित्येतर आवृत्तित्वम् अपि च नित्यवृत्तित्वम् अपि च व्यावर्तकत्वम् इति दलत्रयमस्ति यदा नित्येतर आवृत्तित्वम् इति दलं त्यजामः चेत् केवलं नित्यवृत्तित्वम् अपि च व्यावर्तकत्वम् इति दलद्वयमस्ति लक्षणवाक्ये तर्हि केवलं तद् दलद्वयमस्ति चेत् गन्धे अतिव्याप्तिः भवति यतोहि गन्धे व्यावर्तकत्वम् इति अपि अस्ति न गन्धे दलद्वयं निरूपणीयं खलु तत्र व्यावर्तकत्वम् अस्ति अन्यत् नित्यवृत्तित्वमपि अस्ति खलु नित्यद्रव्यवृत्तित्वं सत्यं यतोहि पार्थिवपरमाणिषु गन्धः वर्तते अतः सत्यम् अस्तु तर्हि इदानीं द्वितीयदलं त्यक्त्वा कुत्र अतिव्याप्तिः भवति इति वर्तते द्वितीयदलं यदि त्यजामः चेत् इत्युक्ते केवलं नित्येतर आवृत्तित्वम् अपि च व्यावर्तकत्वम् इति एव दलद्वयमस्ति चेत् नित्येतरवृत्तित्वम् अस्तु इत्युक्ते नित्येतर आवृत्तित्वम् इत्युक्ते अनित्यवृत्तित्वम् इति भवति खलु अनित्यद्रव्येषु वर्तते अत्र घटत्वम् इति अस्ति अपि च व्यावर्तकत्वं गन्धः घटे घटे घटे अतिव्याप्तिः भवति यतोहि घटे नित्येतर आवृत्तित्वमस्ति अपि च व्यावर्तकत्वम् अस्ति घटत्वम् अथवा घटे नित्य इतर आवृत्तित्वम् नित्येतर आवृत्तित्वम् इत्युक्ते अनित्यवृत्तित्वम् इति वा इति एव खलु नास्ति वृत्तिः इत्युक्ते आदेयः इत्युक्ते तादृशपदार्थः स्वीकरणीयः यत् एकस्मिन् द्रव्ये नास्ति नित्यद्रव्ये नास्ति नित्यद्रव्य आवृत्तित्वम् इत्युक्ते अत्र पश्यतु नित्यद्रव्येषु किमस्ति एकत्वमिति संख्या अस्ति खलु द्वित्वमिति संख्या अस्ति वा नित्यम् इति संख्या नास्ति द्वित्वम् ओ द्वित्वमिति संख्या अस्ति अस्ति वा परमाणु परमाणु परमाणु नास्ति परमाणु तु केवलम् एकत्वमेव हा तर्हि अत्र नित्यद्रव्यवृत्तित्वम् अवृत्तित्वम् इत्युक्ते किम् इति भवता अवगन्तव्यम् वृत्तिः इत्युक्ते आधेयता अस्तु आधेयता इत्युक्ते घटः भूतले अस्ति इति कृत्वा इदानीं घटले घटे वृत्तित्वमस्ति इति तादृशचिन्तनं न कार्यम् भवेत् अस्तु तर्हि परन्तु नित्येतर अवृत्तित्वम् इत्युक्ते नित्यद्रव्य नित्य इतर अवृत्तित्वं नित्य इतर अवृत्तित्वम् इत्युक्ते यत् नित्यद्रव्यं नास्ति यत् नित्यद्रव्यं नास्ति नित्य इतर अवृत्तित्वं नाम किम् तदेव अहं चिन्तयामि तत् अनित्यवृत्तित्वम् इति भवति नित्य इतरम् इत्युक्ते अनित्यम् इति आगतम् अनित्यम् अवृत्तित्वम् अस्तु अनित्ये न भवेत् न भवेत् अवृत्तित्वम् अवृत्तित्वम् अनित्ये न भवेत् अस्तु अस्तु अनित्ये न भवेत् इति अपि च व्यावर्तक अपि भवेत् खलु द्वयम् अपि भवेत् अस्तु अभावः इति अस्ति खलु अभावः तदग्रे पश्येम किन्तु इदानीम् अत्र गन्धः इति भवता उक्तं खलु गन्धः उक्तः तत् पुनः वदतु इदानीं भवता अवगतं वा इति परिशीलयामि नित्य इतर अवृत्तित्वं भवता किमुक्तम् आरभतः वदतु महोदय दलत्रयं किम् दलत्रयमस्ति नित्येतर अवृत्तित्वं नित्यवृत्तित्वं व्यावर्तकत्वम् इति दलत्रयम् अस्तु अत्र इदानीं किं दलं त्यजति भवान् अस्तु प्रथमतया नित्येतर अवृत्तित्वम् इति त्यजामः अस्तु तर्हि इदानीं नित्य इतर अवृत्तित्वम् इति दलं त्यजति चेत् गन्धे अधिव्याप्तिः इति भवता उक्तम् सत्यं निरूपयतु इदानीम् आं सत्यं तर्हि नित्यवृत्तित्वम् इति अस्ति व्यावर्तकत्वमपि अस्ति गन्धे यतोहि पार्थिवपरमाणुषु गन्धः वर्तते अपि च तत्र नित्यवृत्तित्वम् अस्ति पार्थिवपरमाणुः अपि च पार्थिवपरमाणुः इत्यस्मिन् विशेषः अपि अस्ति तर्हि तत्र व्यावर्तकत्वम् अत्र प्रथमवाक्यं समीचीनतया न उक्तम् अपि च इति पदं भवता प्रयुक्तम् अतः क्लेशः अस्ति मम पुनः वदतु गन्धः गन्धः इति गन्धे नित्यवृत्तित्वम् अस्ति यतोहि गन्धे अत्र पार्थिवपरमाणुः नित्यवृत्तित्वम् अस्ति अपि च पार्थिवपरमाणुः नित्यवृत्तित्वम् इत्युक्ते न अवबुध्यते पार्थिवपरमाणोः गन्धः अस्ति खलु हा पार्थिवपरमाणुषु गन्धः अस्ति गन्धः अस्ति पार्थिवपरमाणु तु नित्यः खलु सत्यम् अतः तत्र नित्यवृत्तित्वमपि अस्ति अतः गन्धे नित्यवृत्तित्वम् आगतं खलु अस्तु नित्यवृत्तित्वम् इत्यस्य विग्रहवाक्यं वदतु नित्यः असौ च वृत्तित्वम् इति नास्ति I knew something was amiss in your understanding. Anyesham chintanam kim? Nitya vrittitvam nama kim? चतुर्भौमा भगिनी सर्वदा पृथक्करणम् इति चिन्तयामि नित्यं च वर्तित्वं विग्रहवाक्यं वदतु इति चेत् सर्वदा इति पदं कुत्र नित्यं नित्यं च वर्तित्वं च नास्ति नास्ति सो यु आर् आल्सो हेविङ्ग् द सेम् मिस् अण्डर्स्टाण्डिङ्ग् रमेश महोदय नृत्ये नित्ये वृत्तित्वं वा उत्तमं नित्ये वृत्तित्वं नित्यवृत्तित्वं नित्यम् इत्युक्ते नित्यवस्तु तस्मिन् वृत्तित्वं नित्यवस्तुनि वृत्तित्वं नित्यवृत्तित्वम् इट् डस् इट् मीन्स् प्रेसेन्स् आफ् दिस् धर्म इन् अ नित्यवस्तु इट् डस् नाट् मीन् प्रेसेन्स् आफ् द धर्म पर्मनेण्ट्लि दट् इस् नाट् वाट् इट् मीन्स् नित्ये अत्र नित्य इति पदेन नित्यवस्तु उक्तमस्ति नित्ये वृत्तित्वं नित्यवृत्तित्वं नित्य इतर अवृत्तित्वम् इट् शुड् बि प्रेसेण्ट् ओन्ली इन् नित्यवस्तु इट् शुड् नाट् बि प्रेसेण्ट् इन् अनित्यवस्तु and it should be avartaka this is the lakshanam visesha nitye vrittitvam nitya vrittitvam satvame tatpurushah nitya itare avrittitvam anitye avrittitvam it should not be present in anitya vastus it should be present only yatha rupam chakshur matra grahyo rupam ityatra चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति पठितं खलु एवम् अत्र तर्हि इदानीं गन्धः इति स्वीकुर्मश्चेत् नित्य इतर अवृत्तित्वम् इति दलं त्यजामश्चेत् गन्धः नित्य पार्थिवपरमाणुषु वर्तते इति कृत्वा पार्थिवपरमाणवः नित्याः इति कृत्वा नित्येषु वृत्तित्वं गन्धे अस्ति अपि च व्यावर्तकत्वमपि अस्ति किन्तु नित्य इतर अवृत्तित्वं नास्ति किमर्थमिति चेत् घटे अनित्ये अनित्ये घटे अपि तस्य वृत्तित्वमस्ति गन्धः घटे अपि अस्ति अवबुध्यते खलु तर्हि मुख्यः विषयः कः इति चेत् यद्दलं त्यजामः तस्मिन् दले कथं गन्धः आगच्छति इति चिन्तनीयं नित्य इतर अवृत्तित्वं नास्ति किन्तु नित्य इतर वृत्तित्वमेव अस्ति गते गन्धे घटे वर्तते इत्यतः अस्तु इदानीं समीचीनं जातम् अस्तु अग्रे पठतु महोदय अत एव इदानीम् एकं दलं त्यक्त्वा कुत्र अधिव्याप्तिः भवति इति दृष्टम् इदानीम् अग्रे अत एव अभावः इतरभिन्नः अभावत्वात् इति अत्र अभावत्वस्यापि इतरभेदानुमापकत्वात् अत्यन्ताभावरूपनित्यवृत्तित्वादपि नातिव्याप्तिः तस्य ध्वंसप्रागभावरूपाणि तस्य ध्वंसप्रागभावरूपाणि पदार्थ रूप अनित्यपदार्थ रूप अनित्यपदार्थवृत्तित्वस्यापि सत्त्वेन नित्य इतर अवृत्तित्वरूप प्रथम सति अन्त्यस्य अभावात् अभावः इतरभिन्नः अस्तु अभावत्वात् अस्तु अभाववत्त्वेन अभावः इति भिद्यते इति अत्र अभावत्वस्य अपि इतरभेद अनुमापकत्वात् अत्यन्तभावरूपनित्यवृत्तित्वात् अपि न अतिव्याप्तिः. अस्तु, अत्यन्तभावः इति नित्यः, तर्हि तस्मिन् नित्यवृत्तित्वम् अस्ति, तत्रापि न अतिव्याप्तिः भवति. महोदय अत्र क्रमेण चिन्तयतु महोदय. अथ एव पुनः पठतु. अत एव अभावः इतरभिन्नः अभावत्वात्. अस्तु, तावत् अत्र किञ्चित् वदतु. इदानीम् अभावः इतरभिन्नः अभावत्वात् इति अनुमानवाक्यं खलु? अनुमानवाक्यम्. अनुमानवाक्यम् तर्हि अत्र हेतुः कः? अभावः, अभावत्वम् इति हेतुः. अभावत्वम् इति हेतुः, इतर्भिन्नः इति साध्यम्, अभावः इति पक्षः. हा, अभावः इति पक्षः. तर्हि एषः अनुमानं कीदृश अनुमानं, एतद् अनुमानं कीदृश अनुमानम्? कीदृश अनुमानम् इत्युक्ते केवलान्वयि वा, केवलव्यतिरेकि वा, अन्वयव्यतिरेकि वा? यत्र अभाव केवलान्वयि इति मन्ये. हा, केवलान्वयि. किमर्थमिति चेत् अभावत्वं तु केवलम् अभावे एव वर्तते खलु, अन्यत्र यत्र कुत्रापि नास्ति. सत्यम्. अन्यत्र यत्र कुत्रापि नास्ति इति कृत्वा अभावत्वम् इति हेतुः केवलं पक्षे एव वर्तते. पक्षम् अतिरिच्य अन्यत्र यत्र कुत्रापि अभावत्वं नास्ति. तर्हि केवलान्वयि. अस्तु, इति अत्र अभावत्वस्यापि इतरभेद अनुपापकत्वात्. किमर्थम् एवम् उक्तम् इति चेत् अत्र व्यावर्तकः इत्युक्ते किम्? अनुमितिजनकः व्यावर्तकः अस्ति खलु. तर्हि अभावत्वम् इति धर्मः अपि अनुमितिजनकः अस्ति, अनुमितिजनकः अस्ति इति कृत्वा व्यावर्तकः भवति. अव्यावर्तकः, व्यावर्तकः इत्यस्य लक्षणम् अभावत्वे पतति. अस्तु, अत्र अभावत्वस्यापि इतरभेद अनुमापकत्वात् अत्यन्त अभावरूप नित्यवृत्तित्वादपि अत्यन्त अभावः. अत्यन्त अभावः कुत्र कुत्र वर्तते? सर्वेषु द्रव्येषु खलु, सर्वेषु पदार्थेषु. हा, सर्वेषु पदार्थेषु इत्युक्ते नित्यद्रव्येषु वर्तते वा? वर्तते. प्रतिपादयतु. आकाशः कालः न इति अस्ति खलु. उत्तमं. हा, तर्हि आकाशे कालस्य अत्यन्तभावः अस्ति. सत्यं, कालत्वं तु काले एव अस्ति, न तु आकाशे इति कृत्वा. अतः अत्यन्त अभावरूपनित्यवृत्तित्वादपि तर्हि तत्र अभावत्वम् इत्यत्र व्यावर्तकत्वं साधितं खलु. नित्यवृत्तित्वमपि साधितं. तर्हि यदि नित्यवृत्तित्वे सति व्यावर्तकत्वम् इति दलद्वयमेव स्वीकुर्मः, अभावत्वे अतिव्याप्तिः भवति खलु. किन्तु इदानीं नित्य इतर अवृत्तित्वम् इति दलं योजयामश्चेत् किं भवति? तर्हि अतिव्याप्तिः न भवति. कथं निरूपयतु? अस्तु, अत्र अत्यन्त नाट् इति इत्युक्ते अत्यन्ताभावः इस् नाट् प्रेसेण्ट् इन् अनित्यद्रव्ये इति भवति. परन्तु हा, परन्तु तत् न समीचीनं, न सङ्गच्छते. यतोहि अत्यन्ताभावः इति तु घटः पटः न, तर्हि घटः पट इति अनित्यद्रव्यः, तर्हि तत्रापि अत्यन्ताभावः अस्ति एव. उत्तमं, हा इति वक्तव्यं. नित्य इतर वृत्तित्वमेव अस्ति अत्यन्ताभावे. किमर्थमिति चेत् घटः पटः न इत्यत्र घटे पट अत्यन्तभावः वर्तते, पटे अपि घट अत्यन्तभावः वर्तते इति कृत्वा अत्र नित्ये इतर आवृत्तित्वं नास्ति, नित्ये इतर वृत्तित्वमेव अस्ति इति कृत्वा अभावत्वे अतिव्याप्तिः न जाता। अस्तु, तर्हि तदेव अत्र उक्तं तस्य तस्य ध्वंसप्रागभावरूप अनित्यपदार्थवृत्तित्वस्यापि सत्त्वेन अस्तु तदस्ति तथापि नित्येतर अवृत्तित्वरूपप्रथमसति अन्तस्य अभावात् तदेव अन्तिमं नावगच्छामि नित्येतर अवृत्ति तस्य इत्युक्ते कस्य अभावत्वस्य सत्यम् अभावत्वस्य ध्वंसप्रागभावरूप अनित्यपदार्थवृत्तित्वस्यापि सत्त्वेन ध्वंसप्रागभावः ध्वंसप्रागभावः इति ध्वंसाभावः प्रागभावः उभयमपि नित्यं वा अनित्यं वा अनित्यं निरूपयतु अनित्यम् इत्युक्ते अत्र यदा घण्टः घटः भग्नः जायते तदा ध्वंसाभावः नश्यति ध्वंसाभावः जायते परन्तु तस्मात् प्राक् ध्वंसाभावः नास्ति अतः अनित्यम् इत्युक्ते ध्वंसाभावः जायते इत्यनेन एव तत् अनित्यम् इति भवति तथैव घटः निर्मामः चेत् प्रागभावः नश्यति अतः तदपि अनित्यम् उत्तमम्। तर्हि प्रागभावः अनादिः शान्तः अनादिः शान्तः एवं प्रध्वंसाभावः सादिः अनन्तः सादिः अनन्तः सत्यम्। तर्हि अत्र अनित्याः एव किमर्थमिति चेत् एकस्य अन्तः अस्ति अन्यस्य आदिः अस्ति इति कृत्वा उभयमपि अनित्याः अनित्यौ इति स्वीकुर्मः। अस्तु, तर्हि इदानीं ध्वंस अभावे अभावत्वं वर्तते खलु प्रागभावे अपि अभावत्वं वर्तते इति कृत्वा ध्वंसप्रागभावरूप अनित्यपदार्थवृत्तित्वस्यापि सत्त्वेन तावदवबुद्धम् इदानीम् अग्रे नित्येतर अवृत्तित्वरूप प्रथम सत्यन्तस्य इत्युक्ते यथा भवता उक्तं नित्य इतर अवृत्तित्वे सति इति एव प्रथमदलमस्ति खलु तद्दलं न पूरितम् इति कृत्वा अभावत्वे अतिव्याप्तिः न भवति इति कृत्वा नित्य इतर अवृत्तित्वम् इति दलम् आवश्यकम्। यदि नित्य इतर अवृत्तित्वम् इति दलं त्यजामः गन्धे अतिव्याप्तिः भवति अभावत्वे अपि अतिव्याप्तिः भवति। उत्तमं, तर्हि एतावत् प्राप्तम्। इदानीम् अग्रे सत्यभाम भगिनि अत्यन्त अभावयुक्ते जलं नास्ति इति खलु घटः पटः न इति अन्योन्य अभावः अस्ति खलु अत्यन्त अभावः अस्ति वा तत् आमामामां मया दोषेण उक्तं समीचीनं महोदय घटः पटः न इति अन्योन्य अभावः अत्यन्त अभावः एकनिमिषं किन्तु अत्यन्त अभावः नित्यं वा अनित्यं वा अनित्यमस्ति अतः अत्र अन्योन्य अभावः इति भवेत् इति प्रातिभाति पुस्तके अत्यन्ताभावरूप नित्यवृत्तित्वादपि न अतिव्याप्तिः इति उक्तं किन्तु अन्योन्य अभावनित्यवृत्ति अन्योन्य अभावमेव नित्यम् सर्वदा भवति अत्यन्त अभावः सत्यं समीचीनं महोदय। तर्हि अत्र अत्यन् अन्योन्य अभावः इति भवेत् इति भाति. अतः एव यदा कपालात् घटः जायते तदापि कपालः घटात् भिद्यते. अतः एव असत्कारिवादं तैः उच्यते. घटा कपालात् घटः जाते सति अपि कपालः घटात् भिद्यते एव इति कृत्वा अन्योन्य अभावः इति भवेत् तत्र, न तु अत्यन्त अत्यन्त अभावः. अत्यन्त अभावः इति वदामश्चेत् इदानीं भूतले घट अत्यन्त अभावः अस्ति, किन्तु तस्मिन् स्थले अहं यदि घटं स्थापयामि तर्हि अत्यन्त अभावः नश्यति खलु. नश्यति वा इति चिन्तनीयम् इत्युक्ते अत्यन्त अभावः, किन्तु प्रतियोगिनम् आनयामश्चेत् अपगच्छति इति एव सः अनवस्थानदोषविरोधः अस्ति खलु. सः अनवस्थानविरोधः अस्ति प्रतियोगी घटघटाभावयोः मध्ये. सः अनवस्थानदोषः सः अनवस्थानविरोधः अस्ति इत्युक्ते एकस्मिन् स्थले एकस्मिन् देशे एकस्मिन् काले प्रतियोगी अपि च तस्य अभावः उभयमपि न भवितुमर्हति. अतः अन्योन्य अभावः इति भवेत् इति भाति. तर्हि इदानीं परिष्कारं कुर्मः. अन्यो अत्यन्त अभावरूप इत्यत्र अन्योन्य अभावः इति परिष्कारं कुर्मः. यदा अभावस्य विषये पठेम पुनः चिन्तयेम अस्मिन् विषये. अस्तु समीचीनं महोदय, धन्यवादः महोदय, रमेश महोदय. अस्तु अग्रे सत्यभाम भगिनी. सूक्तिललन्तिका सूक्तिललन्तिका अथ नित्येतर नित्येतरा नित्येतर आवृत्तित्वे सति व्यावर्तकत्वम् इति दलद्वयम् एव अस्तु. किं नित्यवृत्तित्वदलेन गन्धस्य नित्येतरघटाद् घटादि अनित्य नित्येतरघटादि अनित्यवृत्तित्वात् अभावत्वस्यापि घट क्षम्यता अभावत्वस्यापि ध्वंसप्रागभावरूप अनित्यवृत्तित्वात् एव वृत्तित्वादेव अधिव्याप्ति अभावात् अधिव्याप्ति अभावात् गन्धस्य नित्येतरघटादि नित्यवृत्तित्वात् अभाव वृत्तित्ववत् इति नित्य इतरघटादि अनि घटादि अनित्यवृत्तित्वात् घटादि अनित्यवृत्तित्वात् अभाव अभावत्वस्यापि घटध्वंसप्रागभावरूप रूप अनित्यवृत्तित्वात् एव अतिव्याप्ति अभावात् न च तथा सति अस्तु भवतु. एतावत्पर्यन्तम् अवगच्छति खलु किमुक्तमिति. इदानीं गन्धे किमर्थम् अतिव्याप्ति इति उक्तं. तदनन्तरं प्राग् अभावत्वे प्राग्भाव इति नास्ति अभावत्वे इति. तर्हि नित्य इतरवृत्तित्वमेव गन्धे अपि च प्राग् अभावत्वे अस्ति इति कृत्वा इदानीं प्रश्नः कः क्रियते. नित्यवृत्तित्वदलं किमर्थम् इति प्रश्नः. अस्तु अग्रे. न च तथा सति समवायत्वे अधिव्याप्तिः. ओ तस्य समवाये तस्य समवाये इतरभेद अनुमापकत्वात् अनुमापकत्वात् समवायरूपनित्येतरवृत्तित्वात् इति वाच्यम्. तस्य पुनः पठामि. तस्य समवाये इतरभेद अनुमापकत्वात् समवायरूपनित्येतरवृत्तित्वात् इति वाच्यम्. अत्र मिलित्वा पठति न च वाच्यम् इति अस्ति वाक्यद्वये मिलित्वा पठनीयं. न च वाच्यम् न च तथा समवायत्वे अतिव्याप्तिः तस्य समवाये इतरभेद अनुभावकत्वात् समवायरूपे नित्य इतर अवृत्तित्वात् इति वाच्यम्. अस्तु अग्रे. तदाश्रय समवायस्य नित्यत्वेन तादृश अतिव्याप्तेः नित्यवृत्तित्वनिवेशे अपि परमाणु वारणा सम्भवात् असम्भवात् अतः नित्येतरवृत्तित्वम् इत्यस्य नित्येतरवृत्तित्वम् इत्यस्य नित्यद्रव्येतरवृत्तित्वम् इति अर्थः. ततश्च समवायत्वस्य नित्येतरसमवायवृत्तित्वात् एव प्रथमसत्यन्तभावात् द्वितीयसत्यन्तं व्यर्थमेव. किमपि न बुद्धं महोदय, भवान् पृच्छतु अहं वदामि. अस्तु, तर्हि दलद्वयं किम् इति प्रथमं वदतु. नित्यवृत्तित्वे सति प्रथमदलम् अत्र प्रथमदलं नित्य इतर अवृत्तित्वे सति इति स्वीकरोतु. प्रथमदलं नित्येतर अवृत्तित्वे सति नित्यवृत्तित्वे सति व्यावर्तकत्वम् इति सत्यं. तर्हि नित्य इतर अवृत्तित्वम् इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? गन्धे अपि च अभावत्. गन्धे अतिव्यापि. तर्हि नित्य इतर अवृत्तित्वम् इति दलं योजयामश्चेत् गन्धे अभावित्वे जायमान अतिव्याप्तिः निवारिता भवति. कथम्? तदानीं नित्येतर अवृत्तित्वे इत्युक्ते घटपटादौ इति वक्तुं शक्यते. तत्र नित्येतर अवृत्तित्वे गन्धे अतिव्याप्तिः कथं निवारितम् इत्युक्ते इदानीं तत्र अतिव्याप्तिः नास्ति. कथम् इत्युक्ते नास्ति, कथमिति निरूपयतु. नित्येतरवृत्तित्वे सति गन्धः नित्य घटपटादौ नित्यवस्तु नास्ति इति कृत्वा ते अनित्यः, अतः इदानीं ते तस्मिन् अन्तर्भूतं नास्ति इति कृत्वा. अत्र भवती अवगच्छति, किन्तु यदा वदति तत्र क्रमेण वक्तव्यं. घटः अनित्यवस्तु, घटे गन्धः अस्ति, घटे गन्धः अस्ति इति कृत्वा नित्य इतरवृत्तित्वमेव अस्ति, न तु नित्य इतर अवृत्तित्वम् इति कृत्वा गन्धे अतिव्याप्तिः न भवति अनेन दलस्य योजनेन. एवम् अभावत्वम् इति प्रध्वंस अभावे प्रागभावे उभयत्र अस्ति. प्रध्वंस अभावः प्रागभावः अनित्या अनित्ये अनित्यौ इति कृत्वा नित्य इतरवृत्तित्वमेव अस्ति, वृत्तित्वमेव अभावत्वे अस्ति, न तु नित्य इतर अवृत्तित्वम् इति वक्तव्यम्. अस्तु, तर्हि इदानीं प्रश्नः कः इति चेत् द्वितीयदलं किम्? द्वितीयं दलं किम्? नित्यवृत्तित्वं. हा, नित्यवृत्तित्वं. नित्यवृत्तित्वम् इति दलम् आवश्यकं वा न वा? अस्तु, अत्र अग्रे तत्र समवायत्वस्य विषये किमपि उक्तं, तस्य तस्य चिन्तनात् पूर्वं यदि दलद्वयमेव अस्ति इति स्वीकरोतु. इदानीं नित्यवृत्तित्वम् इति दलं त्यक्त्वा इदानीम् अवशिष्टदलं किम्? नित्येतरवृत्तित्वे सति व्यावर्तकत्वं. नित्य इतर अवृत्तित्वे सति इति वदतु. क्षम्यतां, नित्येतर अवृत्तित्वे सति व्यावर्तकत्वं. हा, इति दलद्वयमेव अस्ति चेत् गन्धे अतिव्याप्तिः भवति वा? नित्येतर अवृत्तित्वे सति न भवति इदानीं न भवति खलु न भवति न भवति नित्य इतर वृत्तित्वमेव अस्ति गन्धे अवृत्तित्वं नास्ति तर्हि द्वितीयं दलं त्यजामश्चेदपि गन्धः न अन्तर्भवति लक्षणे अन्तर्भवति एवम् अभावत्वम् इत्यत्रापि नित्य इतर अवृत्तित्वे सति व्यावर्तकत्वम् इति दलद्वयमेव स्वीकुर्मश्चेत् अपि अभावत्वे अतिव्याप्तिः न भवति यदि नित्य इतर अवृत्तित्वम् इति दलं त्यजामः तत्र उभयत्र अतिव्याप्तिः भवति किन्तु नित्यवृत्तित्वम् इति दलं त्यजामश्चेत् उभयत्र अतिव्याप्तिः न भवति इति कृत्वा इदानीं पूर्वपक्षी पृच्छति नित्यवृत्तित्वम् इति दलं किमर्थम् इति अवबुध्यते खलु तावत् तावत् बुद्धम् अस्तु तर्हि इदानीं न च तथा सति इत्युक्ते नित्यद्रव्यनित्यवृत्तित्वम् इति दलं त्यजामश्चेत् समवायत्वे अतिव्याप्तिः भवति इति न वाच्यम् तर्हि इदानीम् अत्र समवायत्वम् इति धर्मः स्वीकृतः समवायत्वे अतिव्याप्तिः भवति वा इति चिन्तनम् तस्य समवाये इत्युक्तं समवायः इति कीदृशपदार्थः समवायः इति सम्बन्धः सत्यं सप्तपदार्थः समवायः नित्यः वा अनित्यः वा समवायः अनित्यः इति किम् परमाणुषु वर्तते अतः परमाणुषु वर्तते वा चिन्तयित्वा वदतु न किं वक्तव्यम् इत्युक्ते सम्बन्धः अत्र विशेषनित्यद्रव्योः इति अस्ति खलु अतः तद् नित्यमपि इति वक्तुं शक्यते अतः इति मा वदतु नित्यं भवती नवगच्छति समवायसम्बन्धः कुत्र कुत्र भवति अवयव अवयविनोः मध्ये गुणि गुणिनोः क्रमेण गच्छेम तर्हि इदानीम् अवयवी इति नित्यं वा अनित्यं वा अवयवी अनित्यं तर्हि अवयविनि अपि समवायसम्बन्धः वर्तते खलु वर्तते इति कृत्वा समवायसम्बन्धः अनित्यं किम् इति कृत्वा अतः एव अहम् अनित्यम् इति चिन्तितवती न इति तादृशं न चिन्तनीयं नित्यद्रव्ये वर्तते इति कृत्वा नित्यम् अनित्यद्रव्ये वर्तते इति कृत्वा अनित्यम् इति न चिन्तनीयम् अवगतम् अवमायः इति सप्तपदार्थेषु अन्यतमः सः एकः नित्यः इति अधीतम् समवायसम्बन्धः नित्यः समवायसम्बन्धः नित्यः किन्तु यदा कश्चन अवयवी जायते तदा अवयव अवयविनोः मध्ये समवायसम्बन्धः वर्तते समवायसम्बन्धः जायते इति न वक्तव्यम् समवायसम्बन्धेन अवयवी अवयवे जायते अवयवी एव जायते न तु समवायसम्बन्धः अवबुध्यते खलु अवबुध्यते तदानीमेव प्रतीयते इति वक्तुं शक्यते इत्युक्ते समवायसम्बन्धेन जायते समवायसम्बन्धेन जायते न तु समवायसम्बन्धः जायते अत्र पश्यतु उदाहरणं वदामि यदा रामसीतयोः मध्ये विवाहः जायते तदा तयोः मध्ये पतिपत्नीसम्बन्धः जायते किन्तु तत्र तादृशसम्बन्धः पतिपत्नीसम्बन्धः इति कश्चन सम्बन्धः यदा रामसीतयोः मध्ये विवाहः जातः तदा एव तत्र सम्बन्धः अपि जातः इति नास्ति सम्बन्धस्तु नित्यः अस्ति, तस्मात् पूर्वमेव सम्बन्धः अस्ति. पतिपत्नीसम्बन्धः इति कश्चन सम्बन्धः खलु, इति तादृशम्. इट् इस् नाट् एन् एक्साक्ट् एक्साम्पल् बट् फार् दि पर्पस् आफ् अण्डर्स्टाण्डिङ्ग् ऐ हव् गिवन् वन्. सम्बन्धः समवायसम्बन्धः न जायते, समवायसम्बन्धेन अवयवी जायते. वै समवायसम्बन्ध दट् आल्रेडि एक्सिस्ट्, दि अवयवी इस् क्रियेटेड् इन् दि अवयव. अस्तु, तर्हि समवाये नित्यद्रव्ये समवायत्वं कुत्र अस्ति? समवाये अस्ति. समवायः इति नित्यद्रव्यमस्ति, तर्हि समवायत्वे नित्यद्रव्यत्वमस्ति खलु, नित्यवृत्तित्वमस्ति, नित्यत्वं नास्ति, नित्यवृत्तित्वं. नित्यवृत्तित्वं समवायः इति नित्यपदार्थे तस्य वृत्तित्वमस्ति इति कृत्वा नित्ये वृत्तित्वं, नित्ये समवाये वृत्तित्वं, नित्यवृत्तित्वम्. अस्तु, तर्हि समवाये समवायत्वम् इति धर्मे नित्यवृत्तित्वमस्ति. तदनन्तरम् इतरभेद अनुमापकात्, इतरभेद अनुभवात् इत्युक्ते समवायः इति पदार्थः अन्येभ्यः पदार्थेभ्यः भिद्यते खलु, भिद्यते. समवायः संयोगः न, समवायः पृथिवी न, समवायः विशेषः न इति अन्योन्य अभावः वर्तते इति कृत्वा अत्र तर्हि समवायः संयोगः न इति वक्तुं हेतुः कः इति चेत् समवायत्वम् इति धर्मः. समवायत्वम् इति धर्मः समवाये वर्तते इति कृत्वा एव समवायः संयोगात् भिद्यते. तर्हि समवायत्वे व्यावर्तकत्वम् आगतम्, अन्वितिजनकः अस्ति खलु समवायित्वम् इति कृत्वा नित्यवृत्त्यत्वं समवायत्वे अस्ति, व्यावर्तकत्वम् अपि समवाये अस्ति. अवबुध्यते खलु एतावत्? तर्हि न च तथा सति समवायत्वे अतिव्याप्तिः, तस्य समवाये इतरभेद अनुमापकत्वात् समवायरूपनित्ये इतर अवृत्तित्वाद् इति वाच्यम्. समवायरूप नित्य इतर अवृत्तित्वात् इत्युक्ते तत्र समवायत्वे नित्यवृत्तित्वमस्ति, समवायः इति नित्यद्रव्ये नित्यपदार्थे वर्तते, व्यावर्तकत्वमपि अस्ति, अपि च समवायरूपनित्य इतर अवृत्तित्वमपि अस्ति. इत्युक्ते समवायः इति पदार्थं विहाय अन्येषु पदार्थेषु तस्य अवृत्तित्वमेव अस्ति इति कृत्वा समवायत्वे दलत्रयमपि पूरितम् खलु. समवाये समवायत्वे दलत्रयमपि पूरितम् इति कृत्वा दलत्रयमपि आवश्यकम् इति न वाच्यम् इति उक्तम्. यद्यपि समवायत्वे दलत्रयस्यापि समन्वयः कर्तुं शक्यते, तथापि इति कृत्वा समवायत्वे दलत्रयमपि सङ्गच्छते इति कृत्वा दलत्रयमपि आवश्यकम् इति न वाच्यम्. किमर्थम्? तदाश्रयसमवायस्य नित्यत्वेन तादृश अतिव्याप्तेः नित्यवृत्तित्वनिवेशे अपि वारण असम्भवात्. तदाश्रयसमवायस्य नित्यत्वेन तादृश अतिव्याप्तेः नित्यवृत्तित्वनिवेशे अपि वारण असम्भवात्. अस्य वाक्यस्य अर्थः कः? तदाश्रय तदाश्रय इत्युक्ते तत् इत्यनेन समवायत्वं समवायत्वं समवायत्वस्य आश्रयः कः समवायः तस्य नित्यत्वेन समवायः इति नित्यः अस्ति नित्यः कृत्वा तादृश अतिव्याप्तेः नित्यवृत्तित्वनिवेशे अपि वारण असम्भवात् समवायः नित्यः इति कृत्वा नित्यवृत्तित्वे सति इति योजितं चेदपि तत्र आगच्छति इति लक्षणं समवाये पतति इति अर्थः वा न इदानीं किं जातं नित्य इतर अवृत्तित्वे सति नित्यवृत्तित्वे सति व्यावर्तकत्वं विशेषस्य लक्षणं किन्तु इदानीं किं जातम् अत्र एतत् दलत्रयमपि समवायत्वे आगतं खलु आगतम् इति कृत्वा अस्य अत्र नित्यवृत्तित्वे सति दलम् इति योजयामः चेदपि समवायत्वे जायमान अतिव्याप्तिः न निवारिता भवति इति उक्तम् तर्हि दलद्रयम् इदानीं दलत्रयमस्ति दलत्रयमपि विशेषे लक्षणं पतति समवायत्वे अपि लक्षणं भवति पतति खलु आम् पतति हा तर्हि नित्यवृत्तित्वनिवेश नित्यवृत्तित्वम् इति दलनिवेशेन समवायत्वे जायमान अतिव्याप्तेः वारणं न कर्तुं शक्यते किमर्थमिति चेत् नित्यवृत्तित्वं समवायत्वे अस्ति अवबुध्यते खलु हा वारण असम्भवात् इत्युक्ते विशेषः इत्यस्मिन् लक्षणे नित्यवृत्तित्वम् इति दलं योजयामश्चेत् अत्र समवायत्वे जायमान अतिव्याप्तिः निवारिता भवति इति न वक्तुं शक्यते तर्हि चिन्तनम् एवं रीत्या अस्ति सङ्ग्रहेण अहं वदामि प्रथमं दलत्रयमुक्तं तत्र प्रथमदलयमस्ति नित्य इतर नित्य इतर अवृत्तित्वे सति नित्यवृत्तित्वे सति व्यावर्तकत्वं विशेषस्य लक्षणम् तत्र प्रथमदलं त्यजामश्चेत् नित्य इतर अवृत्तित्वम् इति दलं त्यजामश्चेत् गन्धे अभवा अभावत्वे अतिव्याप्तिः भवति किन्तु नित्य इतर अवृत्तित्वम् इति दलं योजयामश्चेत् गन्धे अभावत्वे जायमान अतिव्याप्तिः निवारिता भवति कथम् इति चेत् गन्धे नित्य इतरवृत्तित्वमेव अस्ति एवम् अभावत्वे अपि नित्य इतरवृत्तित्वमेव अस्ति न तु अवृत्तित्वं तर्हि इदानीं पूर्वपक्षी पृच्छति किमर्थं नित्यवृत्तित्वदलम् आवश्यकम् यदि लक्षणं नित्य इतर अवृत्तित्वे सति व्यावर्तकत्वम् इति दलद्वयमेव अस्ति चेत् गन्धे अतिव्याप्तिः न भवति अभावत्वे अपि न अतिव्याप्तिः भवति तर्हि किमर्थं नित्यवृत्तित्वम् इति दलं योजनीयम् इति पृष्ट्वा तत्र चिन्तयति स्वयं पूर्वपक्षी एव चिन्तयति अत्र समवायत्वम् इति कश्चन धर्मः समवायत्वम् इति धर्मे नित्यवृत्तित्वम् इति दलं योजयामश्चेत् समवायत्वे जायमान अतिव्याप्तिः निवारिता भवति इति न वक्तुं शक्यते किमर्थमिति चेत् दलत्रयमपि समवायत्वे समन्वयः प्राप्यते इति कृत्वा अत्र समवायत्वे इदानीमपि अतिव्याप्तिः वर्तते तृतीयदलं योजयामश्चेदपि समवायत्वे अतिव्याप्तिः भवति इति एतावत्पर्यन्तम् उक्तम् अवबुध्यते खलु अस्तु अतः नित्य इतर अवृत्तित्वम् इत्यस्य नित्यद्रव्य इतर अवृत्तित्वम् इत्यर्थः तर्हि कथं परिष्कारं कृतं द्रव्य इति तस्मिन् योजितं नित्यवृत्तित्वे योजनमश्चेत् किं भवति? इदानीं समवायः तस्मिन् अन्तर्भूतं नास्ति, तत् सम्बन्धः अस्ति इति कृत्वा. सम्बन्धः इति मा वदतु, स्पष्टतया वक्तव्यं. समवायत्वं कुत्र वर्तते? समवायत्वं समवाये एव वर्तते. तत् समवायः इति द्रव्यः नास्ति, द्रव्यः नास्ति, द्रव्यः नास्ति, सम्बन्धः पदार्थ कृत्वा नास्ति. समवायः इति द्रव्यः नास्ति, द्रव्यः नास्ति, इति द्रव्यं नास्ति, द्रव्यः नास्ति, द्रव्यं नास्ति इति कृत्वा नित्य इतर आवृत्तित्वम् इति दलं किञ्चित् परिष्कृतं. नित्यद्रव्ये इतर आवृत्तित्वम् इति दलं योजामश्चेत् अत्र विशेषः इति पदार्थः द्रव्येषु नित्यद्रव्येषु एव वर्तते खलु? नित्यद्रव्येषु नित्यद्रव्ये इतर आवृत्तित्वम् इति परिष्कारं कुर्मः. अतः एव मूलग्रन्थकारेण नित्यद्रव्यवृत्तयः इति उक्तं, न तु नित्यवृत्तयः इति. ततश्च समवायत्वस्य नित्यद्रव्ये इतरसमवायवृत्तित्वादेव प्रथमसत्यन्त अभावात् द्वितीयसत्यन्तं व्यर्थमेव. तर्हि इदानीम् अत्र पुनः वदतु, इदानीं अत्र दलत्रयं किं, परिष्कृतदलत्रयं किम्? नित्येतर द्रव्यवृत्तित्वे सति नित्य नित्येतरद्रव्य इति अस्ति, नित्यद्रव्य इतर नित्यद्रव्ये इतरवृत्तित्वे सति अवृत्तित्वे सति अवृत्ति नित्यद्रव्य इतर अवृत्तित्वे सति नित्यद्रव्यवृत्तित्वे सति व्यावर्तकत्वम् इति. हा, तर्हि इदानीम् अत्र नित्यद्रव्यवृत्तित्वमिति दलं त्यजतु. हा, नित्यद्रव्यवृत्तित्वम् इति त्यक्त्वा इदानीं दलद्वयं किम् अवशिष्टमस्ति? नित्यद्रव्य इतरवृत्तित्वम् इति नित्यत्वम् नित्य द्रव्य इतर अवृत्तित्वम् इति दलं त्यजामः चेत् नित्यद्रव्यवृत्तित्वम् इति दलं त्यजामः वा? इदानीं दलद्वयम् अस्ति, नित्यद्रव्य इतर अवृत्तित्वे सति व्यावर्तकत्वम् इति. इदानीं दलद्वयमेव अस्ति, तर्हि दलद्वयेन दलद्वयमस्ति चेदपि तत्र समवायत्वे अतिव्याप्तिः भवति वा? तत्र न भवति समवायः. सत्यं न भवति खलु? भवति, न भवति. किमर्थमिति चेत् नित्य द्रव्य इतर आवृत्तित्वं समवायत्वे नास्ति, नास्ति इति कृत्वा अत्र द्वितीयं दलं नित्यद्रव्यवृत्तित्वमिति दलम् इदानीमपि न आवश्यकम्. तर्हि दलद्वयमेव पर्याप्तम् इति एतावत्पर्यन्तम् आगतम्. नित्यद्रव्य इतर अवृत्तित्वे सति व्यावर्तकत्वम् इति वदामश्चेत् समवायत्वे जायमान अतिव्याप्तिः निवारिता भवति. तृतीयं दलं समवायत्वस्य बहिष्करणार्थं, लक्षणात् बहिष्करणार्थं नित्यद्रव्यवृत्तित्वम् इति दलं न आवश्यकम्. अस्तु, तर्हि इदानीं अस्तु, धन्यवादः भगिनी. रमेश महोदय, भवान् चिन्तयतु, इदानीं दलद्वयमस्ति, नित्यद्रव्य इतर अवृत्तित्वे सति व्यावर्तकत्वम् इति दलद्वयम्. इदानीं द्वन्द्वे अतिव्याप्तिः भवति वा? किं महोदय, एकवारं पुनः पृच्छतु. नित्यद्रव्य इतर अवृत्तित्वे सति व्यावर्तकत्वम् इति दलद्वयमेव अस्ति इदानीमपि, गन्धे अतिव्याप्तिः भवति वा इति प्रश्नः. न भवति. नित्यद्रव्य इतर नित्यद्रव्यं नित्यः च द्रव्यः च इतर अव्रा गन् पृथ्वी गन्धः घटे अपि भवति तर्हि तत्र नित्य इतर आवृत्तित्वं नास्ति इति कृत्वा गन्धे अतिव्याप्तिः न भवति खलु न भवति हा अभावत्वे अभावः नित्य इतर अभावः अनित्यः अपि अस्ति खलु अन्य प्रध्वंस अभावः अनित्यः सत्यं किन्तु इदानीं द्रव्यम् इति योजितं द्रव्यमपि द्रव्यम् अभावः द्रव्यः न तर्हि तत् तर्हि अतिव्याप्तिः न भवति अभावः द्रव्यः नास्ति द्रव्यं नास्ति इति कृत्वा तत्रापि अतिव्याप्तिः न भवति तर्हि समवायत्वे अपि अतिव्याप्तिः न भवति गन्धे अपि अतिव्याप्तिः न भवति अभावत्वे अपि अतिव्याप्तिः न भवति इति कृत्वा दलद्वयमेव इदानीमपि पर्याप्तं नित्यद्रव्ये इतर अवृत्तित्वे सति व्यावर्तकत्वम् इति वदामश्चेत् यत्र कुत्रापि अतिव्याप्तिः न जाता एतावत्पर्यन्तम् अस्तु अग्रे पठतु महोदय न च एवमपि न च एवम् अपि परमाणुगन्धे अतिव्याप्तिः तस्य स्वाश्रये जलभेदसाधकत्वात् विशेष्यदलस्य परमाणुमात्रनिष्ठत्वेन नित्यद्रव्ये द्रव्य इतर आवृत्ति त्वस्य सत्वात् इति वाच्यम् अस्तु इदानीमपि पूर्वपक्षी न च एवम् अपि परमाणुगन्धे अतिव्याप्तिः परमाणुगन्धे अतिव्याप्तिः न च एवम् अपि परमाणुगन्धे अतिव्याप्तिः परमाणुगन्धे अतिव्याप्तिः भवति वा परमाणु गन्धे परमाणुगन्धे इत्युक्ते किं परमाणुषु विद्यमानगन्धः परमाणुगन्धः ओके परमाणुषु विद्यमानगन्धः परमाणुगन्धः परमाणुगन्धे अतिव्याप्तिः अस्ति वा इति चिन्तनीयम् इदानीं परमाणुगन्धे द्वय दलद्वयमेव स्वीकरणीयं खलु सत्यं नित्यद्रव्य इतर आवृत्तित्वे सति व्यावर्तकत्वम् ओके नित्यं परमाणुगन्धः नित्यः एव द्रव्यमपि अस्ति परमाणुगन्धे परमाणुगन्धः परमाणुगन्धं विनाय कुत्रापि न भवति तर्हि इतरवृत्तित्वं नास्ति व्यावर्तकम् अस्ति वा इतर अवृत्तित्वम् इतर अवृत्तित्वे चिन्तयतु इतर अवृत्ति इतर अवृत्ति इतर अवृत्तित्वं नास्ति परमाणुगन्धः आरम्भतः चिन्तयतु महोदय परमाणुगन्धः नित्यः न परमाणुगन्धः नित्यः इति मा वदतु परमाणुः नित्यः परमाणुः नित्यः सत्यं परमाणुगन्धः नित्यः इति न चिन्तनीयं परमाणुः नित्यः परमाणुनित्यः तस्मिन् विद्यमानगन्धः अपि नित्यः एव भवेत् खलु सत्यं किन्तु इदानीं नित्यवृत्तित्वं नित्ये वृत्तित्वं खलु नित्यस्य वृत्तित्वं नास्ति नित्ये वृत्तित्वं नित्ये हा नित्ये वृत्तित्वं तर्हि परमाणवे परमाणौ परमाणौ वृत्तित्वं भवेत् हा तर्हि परमाणु नित्यः अस्ति द्रव्यमपि अस्ति पार्थिवपरमाणु पार्थिवपरमाणु नित्यमपि अस्ति द्रव्यमपि अस्ति तर्हि नित्यद्रव्यं पार्थिवपरमाणु तस्मिन् गन्धः वर्तते तर्हि गन्धे किमस्ति नित्यद्रव्यवृत्तित्वमस्ति. इदानीं किं चिन्तनीयं नित्यद्रव्य इतर अवृत्तित्वमस्ति वा इति चिन्तयतु. गन्धे अस्ति महोदय, नित्यद्रव्ये इतर अवृत्तित्वमस्ति वा इति चिन्तयतु. नित्यद्रव्यवृत्तित्वमस्ति. नित्यद्रव्य इतर अवृत्तित्वम् इत्युक्ते नित्यद्रव्य इतर यद् नित्यद्रव्यं नास्ति तादृशद्रव्यमेकं स्वीकरणीयं यस्मिन् गन्धः अस्ति. घटः अस्ति, घटे गन्धत्वम् अस्ति, परन्तु घटे गन्धः अस्ति परन्तु तद् नित्यः नास्ति. तर्हि नित्य इतर अवृत्तित्वं गन्धे अस्ति. नित्यद्रव्य इतरवृत्तित्वं गन्धे अस्ति इति वक्तव्यं. हा, नित्यद्रव्य नित्यद्रव्य इतरवृत्तित्वं गन्धे अस्ति. हा, इति कृत्वा नित्यद्रव्ये इतर अवृत्तित्वं नास्ति. इतरवृत्तित्वं नास्ति, तर्हि गन्धे अस्मिन् क्षणवाक्यम् किन्तु न अत्र गन्धः नास्ति इति न चिन्तनीयं. किन्तु इदानीं कुत्र अतिव्याप्तिः चिन्त्यते, परमाणुगन्धे न तु घटगन्धे. परमाणुगन्धः घटगन्धः भवता किं चिन्तितं नित्यद्रव्ये इतर अवृत्तित्वं. केवलं गन्धः एव स्वीकृत्वा चिन्तितं, परन्तु परमाणुगन्धः परमाणुगन्धः इति स्वीकृत्य चिन्तयतु. हा, तर्हि तद् गन्धः एव, परन्तु तद् गन्धः एव इति मा वदतु. परमाणुगन्धः विशिष्टगन्धः. हा, विशिष्टगन्धः अस्ति. केवलं परमाणौ तद् परमाणुगन्धः इति स्वीकृत्य चिन्तयतु. हा, परमाणुगन्धः इत्युक्ते परमाणुगन्धः तस्य तदेव अहं अत्र परमाणुगन्धः नित्यं वा इति एव प्रश्नः आसीत् खलु. परमाणुगन्धः नित्यः वा इति प्रश्नः नास्ति महोदय. ओके, परमाणुगन्धः परमाणौ विद्यते, तर्हि तत् नित्ये इति वक्तुं शक्यते खलु. परमाणुगन्धः परमाणौ विद्यते, तर्हि नित्ये इति यद् नित्यद्रव्ये नित्यद्रव्यमिति योजितं खलु. इदानीं द्रव्ये अपि अस्ति नित्यद्रव्ये वृत्ति इतर परमाणुगन्धः परमाणुविहाय कुत्रापि न विद्यते, तर्हि नित्य द्रव्य इतर वृत्तित्वं नास्ति. नित्यद्रव्य इतर अवृत्तित्वम् अस्ति खलु. हा, नित्यद्रव्य अवृत्ति नित्यद्रव्य इतर अवृत्तित्वं नित्यद्रव्य अवृत्तित्वं नास्ति. नित्यद्रव्य इतर अवृत्तित्वं अवृत्तित्वम् अस्ति. हा, तर्हि परमाणुगन्धे अतिव्याप्तिः जायते. परमाणुगन्धः व्यावर्तकः वा इति तस्य स्वाश्रये स्वाश्रये जलभेद किं स्वाश्रये इत्युक्ते किम्? परमाणुगन्धस्य आश्रये स्व आश्रये इत्युक्ते परमाणौ इति वा? कीदृशपरमाणौ? गन्ध यस्मिन् गन्धः अस्ति तादृशपरमाणौ. यस्मिन् गन्धः कुत्र गन्धः कुत्र भवति? पृथ्वीपरमाणौ. हा, तर्हि पार्थिवपरमाणौ स्वाश्रये इत्युक्ते पार्थिवपरमाणौ. पार्थिवपरमाणौ जलभेदसाधकत्वात् विशेषदलस्य विशेष्यदलस्य परमाणुमात्र तावत्. इदानीं भवता पृष्टं खलु व्यावर्तकत्वम् अस्ति वा इति. परमाणुगन्धः व्यावर्तयति. जलभेदसाधकत्वात् परमाणु. तर्हि तत्र अनुमानवाक्यं कथं भवेत्? यत्र अनुमानवाक्यं, व्याप्तिवाक्यं नास्ति. पार्थिवपरमाणुः जलपरमाणोः भिद्यते परमाणुगन्धवत्वात् इति वाक्यम्. पार्थिवपरमाणुः जलपरमाणु भिद्यते. पुनः एकवारं वदतु महोदय. पार्थिवपरमाणुः जलपरमाणोः भिद्यते. पार्थिवपरमाणुः जलपरमाणुः न. तत् समीचीनमेव. हेतुः कः? परमाणुगन्धवत् परमाणुगन्धत्वात् अथवा गन्धत्वात्. इति कृत्वा परमाणुगन्धः व्यावर्तकः अस्ति. इत्युक्ते पार्थिवपरमाणौ विशेषः इति कश्चन पदार्थः अस्ति इति कृत्वा एव पार्थिवपरमाणुः जलपरमाणोः भिद्यते इति न वक्तव्यं. तत्र पार्थिवपरमाणुषु विद्यमानगन्धः एव व्यावर्तकः भवति खलु. अवबुध्यते खलु? तत् न बुद्धं. पार्थिवपरमाणुः अत्र वाक्यं शृणोतु. पार्थिवपरमाणुः जलपरमाणुः न. तद् बुद्धम्. हेतुः कः इति चेत् परमाणुगन्धात्. पार्थिवपरमाणुषु विद्यमानगन्धः एव व्यावर्तकः अस्ति. जले जलीयपरमाणुषु गन्धः नास्ति खलु. इति कृत्वा पार्थिवपरमाणुगन्धः व्यावर्तकः अस्ति. तर्हि व्यावर्तकत्वं परमाणुगन्धे आगतम्. नित्यद्रव्यवृत्तित्वम् अपि परमाणुगन्धे अस्ति. नित्यद्रव्यं परमाणु, पार्थिवपरमाणु इति नित्यद्रव्यं, तस्मिन् परमाणुगन्धः वर्तते खलु. इति कृत्वा नित्यद्रव्यवृत्तित्वं परमाणुगन्धे अस्ति. नित्यद्रव्य इतर अवृत्तित्वम् अपि परमाणुगन्धे अस्ति. आमस्ति. इति कृत्वा दलद्रयमपि इदानीं परमाणुगन्धे पूरितम्. नित्यद्रव्य इतर अवृत्तित्वे सति, नित्यद्रव्यवृत्तित्वे सति व्यावर्तकत्वम् इति दलत्रयमपि परमाणुगन्धे आपतति. आम् आपतति. हा, इति कृत्वा तत्र अतिव्याप्तिः भवति खलु. अतिव्याप्तिः भवति. हा, पूर्वं किं कृतं? द्रव्ये इति पदं योजयित्वा समवायत्वे जायमान अतिव्याप्तिः निवारिता. किन्तु इदानीं परमाणुगन्धः इत्यत्र अतिव्याप्तिः जाता, तत् न निवारिता भवति. तदेव अत्र लिखितं, तस्य स्व आश्रये जलभेदकसाधकत्वात् विशेष्यदलस्य. इत्युक्ते अत्र व्यावर्तकत्वमस्ति. परमाणुमात्रनिष्ठत्वेन नित्यद्रव्य इतर अवृत्तित्वस्य सत्त्वादिति वाच्यम्. इत्युक्ते तत्र अतिव्याप्तिः भवति. किन्तु इदानीं सः वदति इति मा वदतु, इदानीम् अग्रे किञ्चित् पठनीयमस्ति. एतावत्पर्यन्तम् अवबुध्यते किम्? आम् महोदय. अस्तु, समीचीनं. समयः जातः, अत्र स्थगेम. किन्तु सर्वे पुनः एतद्विषये चिन्तयन्तु, पत्रमपि लिखन्तु, अभ्यासः करणीयः, बहु समीचीन अभ्यासः अस्ति. इफ् यु आर् एबल् टु डू दिस् यु गेन् द थिङ्किङ्ग् आफ् लाजिक्. तर्हि प्रथमं दलद्रयं योजितं, नित्य इतर अवृत्तित्वे सति, नित्यवृत्तित्वे सति, व्यावर्तकत्वं विशेषस्य लक्षणम् इति उक्त्वा तत्र नित्य इतर अवृत्तित्वम् इति दलं किमर्थम् इति उक्त्वा, यदि नित्य इतर अवृत्तित्वम् इति दलं त्यजामः तर्हि गन्धे अतिव्याप्तिः भवति, अभावत्वे अतिव्याप्तिः भवति इति उक्त्वा तद्दलम् आवश्यकम् इति प्रथमम् अवगन्तव्यम्. तदनन्तरं किमर्थं नित्यवृत्तित्वमिति दलम् इति पृष्ट्वा, समवायत्वे नित्यवृत्तित्वम् इति दलं योजयामः चेदपि समवायत्वम् इति धर्मे एतद्दलं पतति. नित्य इतर अवृत्तित्वे सति, नित्यवृत्तित्वे सति, व्यावर्तकत्वम् इति दलद्वयमपि समवायत्वम् इति धर्मे पतति. तर्हि समवायत्वे अतिव्याप्तिः भवति. तन्निवारणार्थं किं करणीयम् इति चेत् द्रव्यम् इति पदं योजनीयम्. नित्यद्रव्य इतर अवृत्तित्वे सति, नित्यद्रव्यवृत्तित्वे सति, व्यावर्तकत्वम् इति वदामश्चेत् समवायत्वे जायमान अतिव्याप्तिः निवारिता भवति. किन्तु तत्रापि नित्यद्रव्यवृत्तित्वम् इति दलं त्यजामश्चेदपि अतिव्याप्तिः न जायते. तर्हि तत्रापि दलद्वयमेव पर्याप्तम्. नित्यद्रव्य इतर अवृत्तित्वे सति, व्यावर्तकत्वम् इति वदामश्चेत् एव तत्र समवायत्वे जायमान अतिव्याप्तिः अपगता भवति. भवतु, तर्हि इदानीं परमाणुगन्धः, परमाणुषु पार्थिवपरमाणुषु विद्यमानगन्धः इति पदार्थः स्वीकृतः, तत्र अतिव्याप्तिः भवति वा इति चेत् नित्यद्रव्य इतर अवृत्तित्वे सति, नित्यद्रव्यवृत्तित्वे सति, व्यावर्तकत्वम् इति दलद्रयमपि परमाणुगन्धे सङ्गच्छते, समन्वयः भवति, दलसार्थक्यं भवति परमाणुगन्धे इति कृत्वा तत्र अतिव्याप्तिः भवति. किन्तु तादृशं न वाच्यम् इति उक्तम्. किमर्थम् इति एतावत् अस्माभिः न पठितं, किन्तु अत्र तर्कत्रयमपि सर्वैः अवगन्तव्यमस्ति. सो वि आर् स्लोलि इम्प्रूविङ्ग् दि लक्षण अण्ड् दिस् अभ्यास इस् वेरि एसेन्शियल्. अत्र रेकार्डिङ्ग् स्थगयित्वा किञ्चित् वदामि. सर्वेभ्यः नमस्कारः, धन्यवादाश्च. अग्रिमे वर्गे इतोपि अग्रे सरेम, किन्तु